शुक्लां भरदरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषये अस्ति तत्र शत्रुप्रत्ययः, शत्रुप्रत्ययान्तानां प्रयोगः नाम शत्रुप्रत्ययस्य उपयोगेन यत् पदं प्राप्नुमः तस्य रूपम् अपि तस्य प्रयोगः कथं भवति इति अस्माकं विषयः। तत्र उदाहरणार्थं पश्यामः, तत्र पेज् 159 मध्ये छात्रः पाठं लिखति चिन्तयति इति अस्ति, पेज् 159 मध्ये। तत्र नरेश महोदय, तत्र शत्रन्तरूपेण किं परिवर्तनं भवति प्रथमवाक्यं? प्रथमवाक्यं छात्रः पाठं लिखति चिन्तयति, सः लिखति अपि चिन्तयति, सो शत्रन्तरूपम् एकस्मिन् समये, सो शत्रन्तरूपम् अस्ति छात्रः पाठं लिखन् चिन्तयति। छात्रः पाठं लिखन् चिन्तयति एकस्मिन् समये, तत्र लेखनक्रिया भवति, चिन्तनक्रिया अपि भवति, क्रियाद्वयम् अस्ति, तदा एव वयं तत्र शत्रन्तरूपस्य प्रयोगं कुर्मः। समीचीनं। तत्र लिखन् इति रूप पदं वाक्ये छात्रः पाठं लिखन् चिन्तयति, तत्र चिन्तयति इति क्रियापदम् अस्ति, कर्तृपदं किमस्ति? कर्तृपदं छात्रः। अस्तु, तदापि तत्र पाठं किमस्ति? कर्मपदम्। वाक्ये कर्मपदं वा, वाक्ये तु चिन्तयति इति कर्मपदम्? पाठं कर्मपदम् अस्ति, अहं चिन्तयामि। हा, किन्तु तत्र साक्षात् वाक्य वाक्ये यत् क्रियापदमस्ति तस्य कर्मपदं नास्ति खलु? अन्यत् क्रियासूचकमस्ति। तत्र लिखन् इति पदमस्ति, लिखन् इति विशेषणमस्ति। विशेषणमस्ति, समीचीनं महोदय। छात्रः इति पदस्य विशेषणं, तादृशः छात्रः, कीदृशः छात्रः? लिखन् छात्रः। लिखन् छात्रः चिन्तयति इति एव अस्ति खलु तत्र? अत्र सः किं चिन्तयति इति प्रश्नस्य उत्तरं नास्ति, केवलं सः चिन्तयति, छात्रः चिन्तयति, कीदृशः छात्रः? लिखन् छात्रः। किन्तु अन्यः प्रश्नः तत्र भवति, किं लिखन् छात्रः, छात्रः किं लिखन् अस्ति इति प्रश्नः भवति, तदा किं भवति उत्तरं? पाठं लिखन् छात्रः चिन्तयति, पाठं लिखन् छात्रः चिन्तयति इति भवति। समीचीनं महोदय। हा, अस्तु, अग्रे तत्र शोभगिनी, इदानीं तत्र लिखन् छात्रः इति लिखन् अस्ति, छात्राः सन्ति चेत् किं भवति? छात्राः लिखन्तः चिन्तयन्ति इति भवति महोदय। समीचीनं। हा, छात्राः लिखन्तः, किमर्थं लिखन्तः इति वदामः? तत्र यतोहि अपूर्वस्मिन् छात्रः पाठं लिखति, तत्र लिखति इति क्रियापदम् आसीत् एकं, तस्य कर्ता आसीत् छात्रः इति, अतः तत्र कर्तारम् अनुसृत्य क्रियापदं भवति इति कृत्वा छात्राः भवति बहुवचने भवति चेत् लिखन्ति इति भवति। अतः तत्र शत्रन्ते अपि बहुवचने लिखन् लिखन्तौ लिखन्तः इति भवति, तेन छात्राः लिखन्तः छात्राः चिन्तयन्ति इति भवति. समीचीनं. हा तत्र लिखन् इति विशेषणमस्ति, अतः विशेषणमस्ति. समीचीनं भगिनि. हा तत्र किमर्थं विशेषणं? यतोहि क्रियापदं कर्तृपदम् अनुसरति, अतः एव तत्र शत्रन्तरूपस्य विशेषणत्वं भवति. इति समीचीनं भगिनि. हा अस्तु. इदानीं तत्र हर्षदा भगिनी, इदानीं तत्र छात्रः इति स्थाने छात्रा अस्ति चेत् किं भवति? छात्रा पाठं लिखन्ति चिन्तयति. हा समीचीनं. छात्रा पाठं लिखन्ति चिन्तयति. समीचीनं. पुनः छात्राः इति अस्ति इदानीं स्त्रीलिङ्गे. इदानीं हा छात्राः पाठं लिखन्त्यः चिन्तयति. चिन्तयन्ति. चिन्तयन्ति. आमां चिन्तयन्ति. चिन्तयन्ति. समीचीनं. हा इति भवति. समीचीनम्. अस्तु. अतः तत्र विशेषणम् इति कृत्वा तत्र पुल्लिङ्गरूपं भिन्नम् अस्ति, स्त्रीलिङ्गरूपम् अपि भिन्नम् अस्ति, नपुंसकलिङ्गरूपमपि अस्ति. हा अस्तु. तर्हि अग्रे निवेदिता भगिनी, नमस्कारः. निवेदिता भगिनी अस्ति खलु? नमो नमः. हा नमस्कारः भगिनी. नमस्कारः भगिनी. तत्र पेज् 159 मध्ये भगिनी तत्र वाक्यमस्ति, बालकः क्रीडति मित्रम् आह्वयति. द्वितीयवाक्यं 159. बालकः क्रीडति मित्रम् आह्वयति. अतः तत्र शत्रन्तप्रयोगेन किं भवति वाक्यं? क्रीडन् बालकः मित्रम् आह्वयति इति अस्ति. हा तत्र बालिका अस्ति चेत् किं भवति तत्र? बालिका अस्ति क्रीडत् क्रीडन्ती बालिका. हा समीचीनं. हा क्रीडन्ती बालिका मित्रम् आह्वयति. समीचीनम्. इदानीं तत्र बालिकाः इति बहुवचने अस्ति चेत् किं भवति? क्रीडन्त्यः बालिका मित्रम् आह्वयति. हा मित्रं बालिकाः आह्वयति. आह्व तत्र लिखन्त्यः आह्वयन्ति. आह्वयन्ति. समीचीनं. हा तथैव अस्ति. अस्तु समीचीनं भगिनि. हा अस्तु. अग्रे तत्र उषा भगिनि, इदानीं तत्र एतावत् तत्र वयं पुल्लिङ्गरूपं स्त्रीलिङ्गरूपं कथं भवति इति दृष्टवन्तः. इदानीं नपुंसकलिङ्गे तत्र गच्छ घं धातोः तत्र पुल्लिङ्गे रूपं किं भवति प्रथमविभक्त्याम् इति एकवारं वदतु. घं धातुः अस्ति चेत् शत्रन्तरूपं कथं भवति? गच्छन् गच्छन् गच्छन्तौ गच्छन्तः. हा स्त्रीलिङ्गे? स्त्रीलिङ्गे गच्छन्ति गच्छन्त्यौ गच्छन्त्यः. हा नपुंसकलिङ्गे? गच्छत् गच्छति गच्छन्ति. हा जगत् जगति जगन्ति इति. तत्र गच्छत् गच्छति गच्छन्ति. हा नपुंसकलिङ्गे इति कृत्वा प्रथमा द्वितीया समानं, तदनन्तरं पुल्लिङ्गम् इव पुल्लिङ्गवत्. समीचीनं. हा अस्तु. इदानीम् अतः तत्र इदानीं तत्र द्वितीया विभक्ति तृतीया विभक्ति रूपाणि अपि भवन्ति इति कृत्वा तत्र अग्रे तत्र उदाहरणानि दत्तानि सन्ति, किन्तु तस्मात् प्राक् तत्र विशेषरूपस्य किञ्चित् अभ्यासं कुर्मः. तर्हि तत्र पेज् 161 पर्यन्तं कृतवन्तः इति मन्ये, पेज् 162 तत्र करणीयमिति मन्ये खलु? अतः तत्र अस्तु. तर्हि पेज् 162 आरम्भं कुर्मः तर्हि. अस्तु. तत्र हर्षदा भगिनी भवती आरम्भं करोति वा? आमाम् आम् करोमि. अधः दत्तानां क्रियापदानां शत्रन्तरूपाणि लिखत, यथा पठति पठन् पुल्लिङ्गे, पठन्ति स्त्रीलिङ्गे, पठत् नपुंसकलिङ्गे, नयत् नयति नयन् नयन्ति नयत्, नयन्ति नयन्ति नयत्, इच्छति इच्छति इच्छन् इच्छन्ति इच्छत् तृतीयमपि करोतु भगिनि तिष्ठति तिष्ठन् तिष्ठन्ति तिष्ठत् तत्र तिष्ठन्ति इति अस्ति तत्र तत्र तिष्ठन्ति क्रियापदे क्रियापदे बहुवचनं प्रथमपुरुषबहुवचनं किं भवति तिष्ठति इति पदस्य बहुवचनरूपं तिष्ठन्ति ह्रस्वति भवति शब्दान्तरूपे तिष्ठन्ति इति दीर्घति भवति दीर्घ इकारः समीचीनं भगिनि अस्तु तथैव अस्ति अस्तु अग्रे नरेश महोदय अग्रे आं महोदय अग्रे खादति खादति पुल्लिङ्गे खादन् स्त्रीलिङ्गे खादन्ति नपुंसकलिङ्गे खादत् समीचीनम् अग्रे त्यजति त्यजति पुल्लिङ्गे त्यजन् स्त्रीलिङ्गे त्यजन्ति नपुंसकलिङ्गे त्यजत् समीचीनं पश्यति पश्यति पुल्लिङ्गे पश्यन् श्रीलिङ्गे पश्यन्ति नपुंसकलिङ्गे पश्यत् पश्यत् इति भवति समीचीनम् अस्तु अग्रे शोभा भगिनि नमति नमन् नमन्ति नमत् हसति हसन् हसन्ति हसत् पृच्छति पृच्छन् पृच्छन्ति पृच्छत् अन्तिमपि करोतु चिन्तयति चिन्तयन् चिन्तयन्ति चिन्तयत् चिन्तयत् इति अस्ति समीचीनम् अस्तु अग्रे उषा भगिनी इदानीं महोदय महोदय एकं प्रष्टुम् इच्छामि सत्वन्तप्रत्यये शकार अपगच्छति रु अपगच्छति अत् इति तिष्ठति सम्यक् खलु तत्र यदा नयति अस्ति नयत् इति प्रातिपदिकं भवति नि नि इति धातुः नयति क्रियापदमस्ति प्रथमपुरुषे एकवचन लट् लकारे नि धातोः नयति इति प्रथमपुरुष एकवचन लट् लकारे भवति खलु सत्यं तत्र प्रातिपदिकं नयत् इति भवति भवत् भवत् शब्द अस्ति तदेव भवत् शब्दस्य भवान् भवति भवत् भवति तदा तदेव भवति खलु नयत् नयन् नयन्ति नयत् वयं नपुंसकलिङ्गं रूपं सर्वप्रथम पठामः चेत् सुलभं भविष्यति खलु किन्तु भगिनि तत्र अस्तु तत्र समीचीनप्रश्नः किन्तु प्रथमतया एकमस्ति नाम तत्र भवान् इति अत्र तत्र आन् इति अस्ति किन्तु अत्र नयन् अथवा गच्छन् इति तत्र उपाधिमध्ये तत्र केवलं ह्रस्वाकारः न तु दीर्घाकारः तदनन्तरं तदनन्तरं तत्र किं भवति नपुंसकलिङ्गे प्रथमविभक्तिरूपाणि भिन्नानि सन्ति खलु तत्र भवत् शब्दवत् नास्ति यतोहि तत्र गच्छत् गच्छति गच्छन्ति जगत् शब्दवत् अस्ति नैनि अहं प्रष्टुमिच्छामि प्रातिपदिकं तथा नपुंसकलिङ्गं समानरूपम् अस्ति वयं किमर्थं नपुंसकलिङ्गं रूपं प्रथम सर्वप्रथमं न पठामः ओ इति इति अस्तु तत् सुलभं भविष्यति तत्र प्रायशः क्रमः सर्वदा भगिनी तत्र पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गरूपम् इति एव अस्तु अस्तु सर्वदा एषः एव क्रमः तत्र पालितः खलु अतः अस्तु अस्तु तत्र यद्भवती वदति सम्यक् एव किन्तु अस्तु अस्तु अतः तत्र साधारणक्रमः इति एव कारणम् इति मन्ये अतः तत्र अन्यत् किमपि कारणं नास्ति अन्यत् कारणं नास्ति तत्र अस्तु अस्तु महोदय, क्षम्यतां, मम मनसि तु बहवः प्रश्नाः आगच्छन्ति. कृपया कृपया पृच्छतु, यावत् जानामि वदामि, यदि न जानामि अहं वदामि न जानामि इति. यतोहि तत्र अनेके प्रश्नाः भवेयुः, मम अपि भवन्ति एव, किन्तु तत्र कदा उत्तरं प्राप्नुमः तत् तस्य ज्ञानं तु नास्ति. किन्तु प्रश्नः मनसि तिष्ठेत् चेत् एकदिनं निश्चयेन प्राप्नुमः, तत्तु अहम् इति मम मतं नाम, तत्र प्रश्नः उदेति चेत् अद्य न श्वः न किन्तु कदापि तत्र उत्तरं तु प्राप्नुमः. एषः प्रश्नः तु मम मनसि महोदय, यदा अहं किं सर्वनाम कृतवती न तदा अपि आसीत्. किं कारणतः कः का किं किं कः का किमर्थं न इति. सत्यं सत्यं भगिनि, तत्र हा तत्र यथा तत्र एषः क्रमः प्रायशः तत्र यदा संस्कृतस्य पाठने तत्र शतवर्षप्राक् पुस्तकानि सन्ति, तत्र किं कः क्रमः आसीत् सः एव क्रमः वयमपि रूढिबलिः तमेव क्रमं वयमपि पालयामः इति मन्ये अनुसरामः तावत्. अस्तु अस्तु समीचीनम्. अस्तु शुभदा भगिनि, नमस्कारः. अस्तु अग्रे सरामः तर्हि इदानीं तत्र. नमस्कारः भगिनि, पेज् 162 महोदय. हा अस्तु, तत्र विशेषरूपाणि अपि सन्ति, एकवारं तदपि पठामः. हा तत्र उषा भगिनी पठति वा अग्रे. आं महोदय, विशेषक्रियापदानि पुंलिङ्गे स्त्रीलिङ्गे अपि च नपुंसकलिङ्गे अस्ति. क्रियापदमस्ति ददाति, शत्रुप्रत्ययान्तरूपं ददत् पुंलिङ्गे, ददति स्त्रीलिङ्गे, ददत् नपुंसकलिङ्गे. ददत् रूपं रूपं कथं भवति महोदय? ददन् ददन् ददन् इति ददन् ददन्तौ ददन्तः इति सत्यम्. अग्रिमम् अग्रिमं बिभेति बिभेयत् बिभ्यत् बिभ्यत् बिभ्यति बिभ्यत्. तत्र किं भवति, अत्र पठन्ति इति नकारः यः अस्ति तद् न दृश्यते अत्र, ददति बिभ्यति इति तत्र एव खलु. स्त्रीलिङ्गरूपे स्त्रीलिङ्गरूपे पट् इति धातोः पठन्ति इति स्त्रीलिङ्गरूपम् आसीत् खलु एकवचने. हा तत्र नकारः भवति खलु. आं महोदय. हा किन्तु बिभ्यति इति मध्ये तत्र नकारः नास्ति खलु, ति पूर्वम् बिभ्यन्ति इति नास्ति खलु, बिभ्यति इति एव अस्ति खलु. बिभ्यति इति एव स्त्रीलिङ्गरूपम् अस्ति खलु भगिनि. आं महोदय. हा अतः एव भेदः इति वदामि तावदेव. बिभ्यति बिभ्यत्यौ बिभ्यत्यः इति रूपम् इति भवति सत्यं. अस्तु अग्रिमं. करोति इति क्रियापदं कुर्वन् कुर्वती कुर्वत् कुर्वन् कुर्वन्तौ कुर्वन्तः कुर्वती कुर्वत्यौ कुर्वत्यः कुर्वत् कुर्वती कुर्वन्ति इति भगिनि. अस्तु अस्तु अग्रे तत्र शुभदा भगिनी अग्रे पठति वा. आं महोदय, पठामि. शृणोति तस्य पुल्लिङ्गे शृण्वन् इति भवति, स्त्रीलिङ्गे शृण्वती भवति, नपुंसकलिङ्गे शृण्वत् इति भवति. एतानि सर्वाणि तु प्रथमाविभक्ति एकवचनरूपं सत्यं भगिनि तावदेव दत्तमस्ति. अस्तु तर्हि शृणोति इत्यस्य शृण्वन् शृण्वन्तौ शृण्वन्तः इति भवति, शृण्वती इत्यस्य शृण्वती शृण्वत्यौ शृण्वत्यः, शृण्वत् इत्यस्य शृण्वत् शृण्वति शृण्वन्ति इति भवति. हा इति भवति, समीचीनं भगिनि. हा तथैव अस्ति, समीचीनम्. अस्तु अग्रे. शक्नोति, शक् धातुतः शक्नोति, तस्य पुल्लिङ्गे शक्नुवन्, स्त्रीलिङ्गे शक्नुवती, नपुंसकलिङ्गे शक्नुवत्. पुल्लिङ्गे शक्नुवन्, शक्नुवन्तौ, शक्नुवन्तः, स्त्रीलिङ्गे शक्नुवती, शक्नुवत्यौ, शक्नुवत्यः, नपुंसकलिङ्गे शक्नुवत्, शक्नुवति, शक्नुवन्ति. हा इति भवति, समीचीनं. तत्र प्रायशः तत्र क्रमः कः इत्युक्ते, तत्र गणम् अधिकृत्य क्रमः अस्ति इति मन्ये खलु. नाम ददाति अपि बिभेति, समानगणः. शृणोति, शक्नोति, आप्नोति, शक्नोति अपि आप्नोति, शक्नोति अपि आप्नोति खलु. आं महोदय, दद् इति अदादिगणीय, दि इति जुहोत्यादि इति मन्ये, तत्र द्वित्वं दृश्यते. तदनन्तरं क्रु धातुः तनादिगणीय, शृणोति इति तु स्वादिगणीय, नाम भुवादि तु अस्ति परन्तु स्वादि इत्यस्य श्नुप्रत्ययस्य उपयोगः भवति तत्र. शक्नोति आप्नोति इति तु पुनः शक् धातुतः नु इति, अत्रापि स्वादिगणीय खलु. हा तत्र विकरणप्रत्ययः तत्र किमस्ति, तत्र श्नु इति वा, श्नु इति मन्ये. हा अतः तत्र नो, शक्नोति इति. हा आप्नोति अपि तादृशमेव, शृणोति अपि तादृशः, तनादिगणीय इति मन्ये. अतः तत्र प्रथमगणस्य तत्र नयति, इच्छति, तिष्ठति, तादृशं सर्वं पूर्वं दत्तम्. इदानीं तत्र विशेषरूपाणि इति तत्र अन्येषु गणेषु चितानि रूपाणि अत्र दत्तानि सन्ति. अस्तु, समीचीनं भगिनि. हा अस्तु अग्रे. वंशीसुधा भगिनी नमस्कारः. महोदय, किञ्चित् अनन्तरं वक्तुं शक्नोमि. अस्तु अस्तु अस्तु भगिनि. हा अस्तु, नरेश महोदय अग्रे. आप्नोति, पुल्लिङ्गे आप्नुवन्, स्त्रीलिङ्गे आप्नुवति, नपुंसकलिङ्गे आप्नुवत्. चिनोति, पुल्लिङ्गे चिन्वन्, स्त्रीलिङ्गे चिन्वति, नपुंसकलिङ्गे चिन्वत्. जानाति, पुल्लिङ्गे जानन्, स्त्रीलिङ्गे जानति, नपुंसकलिङ्गे जानत्. जानत् अस्तु. हा अस्तु अग्रे. तत्र हर्षदा भगिनी अग्रे. आम्, क्रीणाति, क्रीणन्, क्रीणति, क्रीणत्. अश्नाति, अश्नन्, अश्नति, अश्नत्. बध्नाति, बध्नन्, बध्नति, बध्नत्. रोदिति, रुदन्, रुदति, रुदत्. महोदय, शिक्षक अभ्यासक्रमे ते किम् उक्तवन्तः अहं वक्तुम् इच्छामि. यत्किमपि लट्लकारे प्रथमपुरुष बहुवचनम् अस्ति, तस्य तिङ्गन्त तिङ् प्रत्ययः अस्ति न, तत् निष्कासित्वा पुल्लिङ्गे एकवचन रूपं प्राप्स्यामः इति दत्तमासीत्. ओ समीचीनं भगिनि, अतः तत्र ददति इति बहुवचने हा इति अस्ति. समीचीनं भगिनि, तिङ् प्रत्ययः निष्कासित्वा प्राप्नुमः. यथा चिनोति अस्ति न, चिन्वन्ति इति बहुवचन रूपम् अस्ति खलु, तस्य ति निष्कासित्वा वयं प्राप्स्यामः चिन्वन्. हा समीचीनं भगिनि, हा उत्तममस्ति भगिनि. हा उत्तमम् इति दत्तम् अस्ति, इति शिक्षा पाठ्यक्रमे दत्तमस्ति. अनन्तरं चिन्वन् उपयोगः अस्ति तस्य. अनन्तरं चिन्वन् पुल्लिङ्गरूपस्य अग्रे दीर्घति आगच्छति, तथा तदा स्त्रीलिङ्गरूपं भवति. इति दत्तमासीत् तत्र ओ अस्तु शिक्षापाठ्यक्रमे तत्र पूर्वती सर् मै संस्कृत स्पीकिङ्ग् केपासिटि फिनिश् सो चिन्वन् चिन्वन् मध्ये समीचीनं चिन्वति इति एव्रिवेर् इट् इस् लैक् देट् ओन्ली चतुर्थगणीयधातुः अस्ति न तत्र तकार अस्ति न पुल्लिङ्गे तस्य तकारस्य तकारस्य अग्रे दीर्घ इ स्थापनीयं भवति अस्तु अस्तु अस्तु समीचीनं भगिनि हा धन्यवादः हा उत्तममस्ति हा एतादृश अंशाः यदि मनसि तिष्ठन्ति चेत् हा उत्तमं भवति हा समीचीनं भगिनि अस्तु इदानीं तत्र यत् वयं कृतवन्तः केवलं तत्र अभ्यासार्थं तत्र एकवारं पठितवन्तः तत् ददन् ददति ददतीति किन्तु पुनरेकवारम् एतदेव पठामः किन्तु इदानीं तत्र ददत् इति हा तत्र अहं वदामि तत्र मिलित्वा एव कुर्मः तत्र बिभ्यत् इति तत्र किमपि विशेषणम् इति स्वीकुर्मः तत्र विशेषणं बिभ्यत् इति अस्ति चेत् तत्र किं भवति बिभ्यत् किमपि विशेष्यं भवेत् बिभ्यत् बालकः बहुवचने किं भवति बिभ्यन् बालकः बहुवचने महोदय तत्र प्रश्नः तत्र न बिभ्य नकारः आगच्छति वा इति अहं चिन्तयामि पुल्लिङ्गे इति एव तत्र नुमागमः न भवति खलु बिभ्यत् अस्ति बिभ्यन् न भवति बिभ्यतः भवति बिभ्यत् महोदय सुहृद् इव चलति किं भगिनि सुहृत् चलति न पुल्लिङ्गे तदेव चतुर्थगणीय रूपाणि चलति सुहृत् सुहृदौ सुहृदः तदेव अतः हा समीचीनं हा भगिनि अहं तत्र धन्यवादः अतः अहं तत्र पूर्वं यदा उषा भगिनी पृष्टवती अहं दोषेन उक्तवान् उषा भगिनी तत्र अहं तत्र समीचीनं न उक्तवान् तत्र हा अतः तत्र ददत् अपि तथैव अतः तत्र ददत् ददतौ ददतः इति भवति वा खलु अस्तु अस्तु अस्तु समीचीनं हा धन्यवादः हा तर्हि तत्र बिभ्यत् बालकः इति अस्ति चेत् तत्र बहुवचने बिभ्यतः बालकाः अस्तु बिभ्यति बालिका बिभ्यत्यः बालिकाः हा बालिकाः सो बिभ्यत् मित्रं जगन्ति बिभ्यन्ति मित्रं मित्राणि हा बिभ्यन्ति मित्राणि इति मन्ये यतोहि तत्र नपुंसकलिङ्गे समानमेव अस्ति खलु हा तत्र अस्तु कुर्वन् बालकः बहुवचने कुर्वन्तः बालकः बालकः कुर्वती बालिका बहुवचने कुर्वत्याः बालिकाः कुर्वत् मित्रं कुर्वन्ति मित्राणि मित्राणि समीचीनं हा शृण्वन् बालकः तः बालकः बालकाः बालकाः शृण्वन्तः बालकाः शृण्वती बालिका शृण्वत्यः बालिकाः अस्तु सर्वे वदन्तु तर्हि हा शृण्वत् मित्रं बहुवचने शृण्वन्ति मित्राणि अस्तु शक्नुवन् बालकः शक्नुवन्तः बालकाः हा शक्नुवती बालिका शक्नुवत्यः बालिकाः शक्नुवत् मित्रं शक्नुवन्ति मित्राणि हा इति समीचीनं हा अस्तु, इत एतावत् तत्र प्रथमाविभक्तिरूपाणि इति एव विषयः आसीत्, इदानीम् अग्रे सरामः, इदानीं तत्र द्वितीया तृतीया एतस्य सर्वस्य उदाहरणे दत्तानि सन्ति. वयं गतवर्गे अपि तस्य अभ्यासं कृतवन्तः, केवलं तत्र पुनस्मरणार्थं तत्र तत्र किं तत्र बालकः पाठशालां गच्छन् गच्छन् अस्ति, अहं तं बालकं पश्यामि, तत्र किं भवति, अहं कीदृशं बालकं पश्यामि, पाठशालां गच्छन् बालकं पश्यामि, बालकम् इति समीचीनं, किन्तु गच्छन् इति स्थाने किं भवेत्, गच्छन्तं बालकं, गच्छन्तं बालकं पश्यामि. हा, इदानीं तत्र रमेशः बालकेन सह अपि गच्छति, तर्हि रमेशः कीदृश बालकेन सह गच्छति, बालकेन, हा गच्छता बालकेन सह रमेशः गच्छति, समीचीनं. हा, इदानीं तत्र भवन्तः तत्र बालकाय किमपि दातुम् इच्छन्ति, कीदृशबालकाय दातुम् इच्छन्ति, गच्छते बालकाय, गच्छते बालकाय तत्र पुस्तकं वा फलं वा दातुम् इच्छामः, समीचीनं. हा, इदानीं तत्र बालकस्य तत्र गृहं दूरम् अस्ति, कीदृशबालकस्य गृहं दूरमस्ति, गच्छतः बालकस्य, हा गच्छतः बालकस्य गृहं दूरमस्ति. हा, इदानीं तत्र इदानीं सप्तमी षष्टि महोदय, ओ न न गच्छतः पञ्चमी न कृतं, पञ्चमी न कृतं, समीचीनं भगिनि. हा अस्तु, तत्र बालकः तत्र किमपि तत्र अस्तु, उदाहरणं कोऽपि वदति वा, पञ्चमी विभक्ति पुस्तकं ददति बालकः, अथवा पुस्तकं स्वीकरोमि, पुस्तकं स्वीकरोमि. हा अस्तु, हा तर्हि रूपं किं भवति, अहं पुस्तकं स्वीकरोमि, बालकात् पुस्तकं स्वीकरोमि, बालकात् पुस्तकं स्वीकरोमि, हा समीचीनं. हा, इदानीं पञ्चमी अपि कृतं. हा, इदानीं सप्तमी किमपि वाक्यं वदन्तु, गच्छति बालके स्नेह्यामि, हा गच्छते गच्छति बालके बालके अहं स्नेह्यामि, समीचीनम् इति. अतः तत्र यद्यपि शत्रन्तप्रयोगस्य तत्र प्रथमाविभक्तिरूपाणि एव प्रसिद्धानि, किन्तु अन्यानि रूपाणि अपि भवन्ति इति अग्रेपि पश्यामः. अस्तु, अग्रे तर्हि तत्र निवेदित भगिनि, अग्रिमे पुटे यदस्ति तत् पठति वा, 163. आम्. एतेषु वाक्येषु शत्रुप्रत्ययान्तानां रूपाणां प्रयोगः विभिन्नासु विभक्तिषु कृतः अस्ति, तानि सावधानं पठत अवगच्छत च. अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि, द्वितीया विभक्ति अस्ति, अतः गच्छन्तं छात्रम् इति भवति, समीचीनम् अस्तु. अत्र किञ्चित् विवृणोतु तर्हि, तत्र वाक्ये साक्षात् क्रियापदं किमस्ति, छात्रः गच्छति, न न किन्तु वाक्ये वाक्ये एकमेव क्रियापदमस्ति, तत् किं, पृच्छामि, पृच्छामि. कर्तृपदं किम् अस्ति, कर्तृपदम् अहम्, अहं पृच्छामि, अहं पृच्छामि. कर्मपदं किम् अस्ति, मार्गं, मार्गम् इति कर्मपदम् अस्ति, समीचीनम्. अहं मार्गं पृच्छामि हा इति अस्ति समीचीनम् अपि अन्यत् पदमपि अस्ति खलु वाक्ये तर्हि तत्र छात्रम् इति पदमस्ति तत् किमस्ति छात्रं गच्छति इति वाक्यमस्ति वा न न न छात्रः गच्छति छात्रः गच्छति सत्यमेव छात्रः गच्छति समीचीनं किन्तु अत्र वा अस्मिन् वाक्ये तत्र छात्रम् इति अस्ति विभक्ति का तत्र द्वितीयविभक्ति द्वितीयविभक्ति किमर्थं द्वितीयविभक्ति कदा भवति यदा तत्र साधारणतया कर्म कर्मपदमस्ति हा अतः तत्र हा तत्र हा छात्रम् अपि कर्मपदमस्ति यतोहि तत्र पृच् धातुः विशेषधातुः अस्ति खलु तत्र द्विकर्मकधातुः अस्ति आमामाम् अतः तत्र अहं पृच्छामि अहं किं पृच्छामि मार्गं पृच्छामि अहं कं पृच्छामि अहं छात्रं पृच्छामि अहं छात्रं किं पृच्छामि अहं छात्रं मार्गं पृच्छामि इदानीं छात्रः कीदृशः अस्ति छात्रः गच्छन् अस्ति गच्छन् अस्ति कुत्र गच्छन् अस्ति अथवा किं गच्छन् अस्ति छात्रः विद्यालयं गच्छन् अस्ति हा छात्रः विद्यालयं गच्छन् अस्ति तादृशं छात्रम् अहं पृच्छामि मार्गं पृच्छामि अतः तत्र विद्यालयं गच्छन् छात्रः इति तस्य द्वितीया विभक्ति तत्र विद्यालयम् इति किं भवति गच्छन्तम् अथवा गच्छन् इति पदस्य क्रियासूचकम् अस्ति तस्य कर्मपदं भवति न तु पृच्छति इति पृच्छामि इति क्रियापदस्य कर्मपदं न भवति किन्तु खलु यतोहि तत्र कुत्र गच्छति छात्रः इत्युक्ते अथवा विद्यालयं गच्छति अतः क्रिया तु साक्षात् छात्रेण कृतं न तु मया अतः छात्रस्य क्रिया अस्ति गमनक्रिया कुत्र गच्छति विद्यालयं गच्छति अतः विद्यालयम् इति कर्मपदं गच्छ गमन क्रियायाः अतः तत्र विद्यालयम् इति गच्छन्तम् इति क्रियासूचकस्य कर्मपदं विद्यालयम् इति गच्छन्तम् इति विशेषणं छात्रम् इति पदस्य अपि छात्रम् इति पृच्छामि इति क्रियापदस्य कर्मपदं मार्गमपि कर्मपदं हा समीचीनं भगिनि हा अतः तत्र छात्रः विद्यालयं गच्छति एकं वाक्यमस्ति छात्रः विद्यालयं समीचीनं मार्गं पृच्छामि हा इति भवति समीचीनं भगिनि तथैव अस्ति छात्रः विद्यालयं गच्छति अहं तं छात्रं मार्गं पृच्छामि मिलित्वा एतद् वाक्यं सिद्ध्यति समीचीनं भगिनि हा हा समीचीनं भगिनि हा अस्तु अग्रे उषा भगिनी अग्रे आं महोदय रमेशः ओदनं पचन्तीं भगिनीं प्रशंसति अत्र रमेशः प्रशंसति कं प्रशंसति भगिनीं प्रशंसति ओदनं पचन्तीं रमेशः कर्तृपदमस्ति प्रशंसति क्रियापदमस्ति ओदनं पचन्तीं भगिनीं तु कर्मपदमस्ति तत्र ओदनं पचन्तीं क्रियासूचकं सूचयति पचन्तीं पचन्ती इति क्रियासूचकं शत्रन्तरूपं पचन्ति तत्र भगिनी भगिनी पचति ओदनं पचति खलु भगिनी ओदनं पचति तां भगिनीं रमेशः प्रशंसति अतः रमेशः ओदनं पचन्तीं भगिनीं प्रशंसति इति भवति समीचीनं हा तत्र यदि बहुवचने आसीत् चेत् किं भवति रमेश्यः रमेशः ओदनं पचन्तीं पचन्तीं पचन्त्यौ पचन्तीः समीचीनं हा पचन्तीः भगिन् भगिनीं भगिन् भगिनी भगिन्यौ भगिन्यः भगिनीः अस्ति वा महोदय समीचीनं तथैव नदी भवती पचन्ति इति रूपस्य द्वितीय उक्तवती समीचीनं अतः प्रशंसति प्रशंसति प्रशंस रमेश केवलं रमेशः प्रशंसति उत्तमम् उत्तमं अतः एव अहं चिन्तितवान् किमर्थं भवती तत्र परिवर्तनं कर्तुम् इच्छति रमेशः ओदनं पचन्तीः भगिनीः प्रशंसति इति भवति समीचीनं तथैव अस्ति तथैव अस्ति समीचीनम् अस्तु अग्रे शोभा भगिनी शिक्षिका क्रीडतः बालकान् आह्वयति तत्र बालकाः क्रीडन्ति शिक्षिका तान् बालकान् आह्वयति अतः तत्र शिक्षिका तत्र अग्रे क्रीडतः बालकान् तत्र विशेषणं भवति बालकान् इत्यस्य क्रीडतः इति शब्दम् अपि च बहुवचने कुर्मः चेत् तत्र बहुवचने एव बहुवचने एव दत्तमस्ति एकवचने करोतु तर्हि शिक्षिका क्रीडन् बालकम् आह्वयति इति भवति बालकम् इति अस्ति किन्तु तत्र क्रीडन् इति स्थाने किं भवेत् क्रीडन्तं बालकम् आह्वयति क्षम्यताम् इति एव अस्ति तत्र शिक्षिका क्रीडन्तं बालकम् आह्वयति इति समीचीनं समीचीनं भगिनि अस्तु अग्रे हर्षद भगिनि आम् यात्रिकाः जले तरन्तीः नौकाः पश्यन्ति जले नौकाः तरन्ति यात्रिकाः ताः नौकाः पश्यन्ति समीचीनम् अतः तत्र नौकाः पश्यन्ति नौकाः इति कर्मपदं समीचीनम् इदानीम् एकवचने रूपं किं भवति यात्रिकाः जले तरन्ति नौका पश्यन्ति समीचीनम् इदानीं तत्र यदि तत्र नौकाः जले तरन्ति इति स्थाने तत्र अपि शत्रन्तरूपं स्थापयामः तत्र नौकाः सन्ति नौकाः जले सन्ति यथा तत्र वयम् उक्तवन्तः तत्र बालकः पठति इति स्थाने बालकः पठन् अस्ति बालकः पठन् अस्ति नाम बालकः पठति बालकाः पठन्ति इति स्थाने बालकाः पठन्तः सन्ति तथैव नौकाः जले तरन्ति इति स्थाने किं भवति जले जले नौकाः तरन्ति सन्ति न यतोहि तरन्ति इति न भवति तत्र सन्ति इति क्रियापदं नौकाः इति नौका इति एकवचने उक्तवती वा भगिनि जले नौकाः तरन्तीः सन्ति न न यतोहि तत्र प्रथमतया एकवचने वदतु जले नौका जले नौका तरन्ती अस्ति अस्ति समीचीनं इदानीं बहुवचने जले नौकाः तरन्तीः सन्ति किमर्थं तरन्तीः इति यतोहि तत्र नदी शब्दवत् खलु तर्हि तरन्त्यः तरन्त्यः सन्ति आमामां खलु नदीः इति द्वितीयविभक्त्याम् एकवचने वक्तव्यम् आमां तरन्त्यः सन्ति प्रथमविभक्तिरूपम् आवश्यकं तत्र समीचीनं नौकाशब्दस्य प्रथमा द्वितीया समानं भवति न बहुवचनं अतः इति सत्यम् आकारान्त तत्र लते लता लताः लतां लते लताः किन्तु नदी नद्यौ नद्यः नदीं नद्यौ नदीः इति भेदः समीचीनं भगिनि अस्तु अग्रे नरेश महोदय माता क्रीडता बालकेन सह सम्भाषणं करोति. अत्र माता कर्तृपदं करोति क्रियापदं, क्रीडता बालकेन सह सम्भाषणं करोति. बहुवचने माता क्रीडद्भिः बालकैः सह सम्भाषणं करोति. समीचीनम्. अपि तत्र केवलं तत्र बालकेन क्रीडता बालकेन इति स्थाने तत्र वाक्यं वदतु, बालकः अस्ति इति. बालकः क्रीडन् अस्ति. हा इति समीचीनं. बालकः क्रीडन् अस्ति, तेन क्रीडता बालकेन सह माता सम्भाषणं करोति इति समीचीनं. हा अस्तु, समीचीनं महोदय. अस्तु अग्रे शुभदा भगिनी. विद्यालयं गच्छन्त्या छात्रया गीतं गीयते. विद्यालयं गच्छन्त्या छात्रया गीतं गीयते. गीतं गीयते अत्र कर्मणि प्रयोगः, कर्मणि एव. सत्यं. इदानीं बहुवचने एकवारं वदतु तत्र. विद्यालयं गच्छन्तीभिः छात्राभिः गीतं गीयते तथैव अस्ति. समीचीनं. हा इदानीं तत्र छात्रया गच्छन्त्या छात्रया, तत्र छात्रा अस्ति, तत्र छात्रा किम् अस्ति? छात्रा गच्छन्ती अस्ति. हा कुत्र गच्छन्ती अस्ति अपि? विद्यालयं. छात्रा विद्यालयं गच्छन्ती अस्ति. हा छात्रा विद्यालयं गच्छन्ती छात्रा अस्ति, तया गीतं गीयते इति समीचीनं. अस्तु अग्रे उषा भगिनी. गच्छन्त्यः छात्राः विद्यालयं, छात्राः विद्यालयं गच्छन्त्यः सन्ति. गच्छन्तीभिः छात्राभिः, विद्यालयं गच्छन्तीभिः छात्राभिः गीतं गीयते. गीतं गीयते समीचीनं. तथैव अस्ति भगिनि. समीचीनं. अस्तु अग्रे उषा भगिनि. आं महोदय. अग्रजः हसते बालकाय मोदकं ददाति. चतुर्थी अस्ति तत्र. अग्रजः मोदकं ददाति. अग्रजः हसते बालकाय मोदकं ददाति. बहुवचने वदनीयं महोदय? वदतु भगिनि. अग्रजाः न, अग्रजः इति तस्य बहुवचनं न. अग्रजः हसद्भ्याम् असद्भ्यः. अग्रजः असद्भ्यः बालकेभ्यः मोदकं ददाति. हा इति अस्ति समीचीनम्. इदानीं तत्र बालकः हसते बालकाय इति स्थाने बालकः अस्ति किम् अस्ति अथवा किं कुर्वन् अस्ति इति वदतु तर्हि. बालकः हसन्तरूपं समीचीनं. बालकः हसन् अस्ति. बालकः हसन् अस्ति, बालकाः सन्ति, तस्मात् हसन्तः. हा बालकाः असन्तः इति भवति. समीचीनं भगिनि. हा तथैव अस्ति. हा अस्तु अग्रे शोभा भगिनि. पूजकः देवं प्रणमभ्यः भक्तेभ्यः प्रसादं वितरति. अस्तु तत्र भक्ताः प्रणमन् इति भवति. प्रणमन् नमन् इति प्रणमन् नमन् नमन्तौ नमन्तः प्रणमन्तः भक्ताः प्रणमन्तः सन्ति देवं प्रणमन्तः सन्ति समीचीनं समीचीनं पूजकः तान् प्रसादं वितरति तान् न तत्र प्रणमद्भ्यः भक्तेभ्यः तत्र चतुर्थी विभक्ति तर्हि तत्र तेभ्यः इति भवति तेभ्यः प्रसादं वितरति इति समीचीनं तर्हि तत्र पूजकः देवं प्रणमद्भ्यः भक्तेभ्यः प्रसादं वितरति इति भवति समीचीनम् एकवचने तत्र एकवचने पूजकः देवं तत्र प्रणमन् किं भवति अत्र प्रणमते इति भवति प्रणमते भक्तः अस्ति चेत् भक्ताय प्रणमते भक्ताय प्रसादं वितरति इति भवति वितरति इति भवति समीचीनं तथैव अस्ति अस्तु समीचीनम् अस्तु अग्रे निवेदतु भगिनि भवती लिखन्तिभ्यः छात्राभ्यः दुग्धं ददातु तत्र चतुर्थीविभक्ति बहुवचनमस्ति बहुवचनमस्ति चतुर्थीविभक्ति समीचीनं बहुवचनं तत्र छात्राभ्यः इति पदस्य लिङ्गं किम् लिङ्गं स्त्रीलिङ्गम् अस्ति यतोहि लिखन्तीभ्यः इति स्त्रीलिङ्गरूपम् इति जानीमः अतः छात्राभ्यः अपि लिखन्त्यः छात्राः लिखन्त्यः छात्राः सन्ति ताभ्यः भवती दुग्धं ददातु इति समीचीनं इदानीं तत्र एका एव अस्ति चेत् छात्रा एकवचने तर्हि वाक्यं किं भवति लिखन्ति छात्रा लिखन्ति छात्रा प्रथमविभक्त्यां किन्तु अत्र का विभक्ति अपेक्षिता चतुर्थी विभक्ति तर्हि तत्र चतुर्थी विभक्ति लिखन्त्यै लिखन्त्यै लिखन्त्यै भवती लिखन्त्यै नद्यै समीचीनं भगिनि देव्यै नद्यै तथैव भवती लिखन्त्यै इदानीं छात्रा इति पदस्य चतुर्थी लिखन्त्यै छात्रायै इति अस्ति लिखन्त्यै छात्रायै छात्रायै दुग्धं ददातु समीचीनं भगिनि तथैव अस्ति अस्तु समीचीनम् अग्रे तत्र हर्षदा भगिनि अग्रे लिखते गोविन्दाय लेखनी रोचते गोविन्दः गोविन्दः लिखन् अस्ति तस्यै लेखनी रोचते तस्मै लेखनी रोचते तस्मै लेखनी रोचते समीचीनं लिखद्भ्यः गोविन्देभ्यः लेखनी रोचते बहुवचनं इति अस्ति समीचीनं तथैव अस्ति भगिनि समीचीनं अस्तु अग्रे तत्र वंशीसुधा भगिनी वक्तुम् इच्छति वा इदानीम् अथवा अस्तु तर्हि शुभदा भगिनी पुस्तकं नास्ति वाक्यं वदतु महोदय ओ अस्तु अस्तु अस्तु तर्हि तत्र अस्तु अग्रिमवाक्यं भवती करोतु भगिनी तर्हि एकनिमिषं तत्र शुभदा भगिनी अग्रिमं करोति शास्त्रं बोधयद्भ्यः गुरुभ्यः नमः गुरुः नो शास्त्रं बोधयद्भ्यः गुरुभ्यः नमः नमः इति तत्र नमः अस्ति इति कृत्वा चतुर्थी खलु आम् हा नमः यत्र भवति तत्र चतुर्थी इति जानीमः अत्र गुरुभ्यः इति बहुवचने अतः गुरुवः गुरवः किं कुर्वन्तः सन्ति अथवा किं कुर्वन्ति गुरवः शास्त्रं बोधयन्तः सन्ति हा इति गुरवः शास्त्रं बोधयन्तः सन्ति तेभ्यः गुरुभ्यः नमः इति भवति समीचीनम् एकवचने भगिनि शास्त्रं बोधयते गुरवे नमः हा इति भवति समीचीनं भगिनि तथैव अस्ति शास्त्रं बोधयते गुरवे नमः इति भवति समीचीनं हा अस्तु अग्रे वंशीसुधा भगिनि इदानीं तत्र वाक्यम् अस्ति सैनिकः धावतः अश्वात् पतति इति अस्तु तत्र प्रथमाविभक्ति वक्तव्यं किल तत्र शत्रन्तरूपं किम् अस्ति अत्र धावतः सैनिकः धावतः अश्वात् धावतः इति शत्रन्तपञ्चमी अश्वात् अतः अश्वः अश्वः किं कुर्वन् अस्ति अश्वः धावतः अश्वः इति अस्ति न धावन् अश्वः हा धावन् अश्वः अस्ति अथवा अश्वः धावन् अस्ति अश्वात् अश्वात् पतति समीचीनं हा इदानीं तत्र केवलम् अभ्यासार्थं तत्र सैनिकः एकस्मिन् एव अश्वे अस्ति किन्तु केवलम् अथवा सैनिकाः इति चिन्तयामः सैनिकाः पतन्ति सैनिकाः पतन्ति तत्र धावतः अश्वात् इति स्थाने बहुवचनरूपं किं भवति अस्तु तत्र धावतः सैनिक पञ्चमी विभक्ति अस्ति न तत्र धावतः धावद्भिः धावद्भिः धावद्भिः वा धावद्भिः भवति वा धावद्भ्यः धावद्भ्यः सैनिकेभ्यः धावद्भ्यः सैनिकाः पतन्ति सैनिकाः सैनिकाः पतन्ति सैनिकाः कस्मात् पतन्ति अक्षम्यता महोदय धावद्भ्यः अश्वेभ्यः सैनिकाः पतन्ति इति अस्ति समीचीनं समीचीनं भगिनि उत्तमम् अस्तु तत्र सैनिकः पतति कस्मात् पतति धावतः अश्वात् पतति सैनिकाः पतन्ति कस्मात् पतन्ति सैनिकाः धावतेभ्यः धावद्भ्यः अश्वेभ्यः पतन्ति इति अस्ति समीचीनं हा अस्तु अग्रे तत्र उषा भगिनी अग्रे आं महोदय चोराः अनुधावद्भ्यः आरक्षकेभ्यः बिभ्यति पञ्चमी अस्ति तत्र बिभेति इति चोराः अनुधावतः आरक्षात् बिभ्यति चोराः बिभ्यति कस्मात् बिभ्यति एकवचने किम् आसीत् आरक्षकात् तस्मात् प्राक् अनुधावद्भ्यः अनुधावतः समीचीनम् अनुधावतः एव न महोदय समीचीनं तथैव अस्ति अनुधावतः आरक्षकात् बिभ्यति तत्र आरक्षकेभ्यः धावद्भ्यः इति अस्ति तत्र प्रथमाविभक्तिरूपं वदतु तत्र शत्रन्तरूपम् आरक्षकाः सन्ति किं कुर्वन् सन्ति आरक्षकः इत्यस्य शत्रुप्रत्ययः महोदय आरक्षकाः इति न यथा भवती अनुधावन् हा आरक्षकः अनुधावन् धावति बहुवचने आरक्षकाः अनुधावन्तः सन्ति हा समीचीनम् आरक्षकाः अनुधावन्तः सन्ति तेभ्यः चोराः बिभ्यति इति भवति. समीचीनं. हा अस्तु, अग्रे नरेश महोदय. पुत्र अत्र आगच्छन्त्याः शाकविक्रेत्र्याः कर्कटीं क्रीणातु. अत्र षष्ठीविभक्ति बहुवचनम् अस्ति. षष्ठी तत्र क्रीणातु इति तत्र प्रायशः महोदय तत्र यदा स्वीकरोतु इति अर्थे एव तत्र पञ्चमी भवेत् खलु. पञ्चमी अस्तु. शाकविक्रेत्र्यः आगच्छन्त्यः सन्ति. शाकविक्रेत्र्यः आगच्छन्त्यः सन्ति सन्ति. हा समीचीनं. हा तस्याः कर्कटीं तस्याः बहुवचने खलु तद्भ्यः ताभ्यः कर्कटीं क्रीणातु समीचीनं. हा तथैव अस्ति. हा उत्तमं. तत्र सर्वे दृष्टवन्तः न वा न जानामि, किन्तु तत्र वाट्साप् मध्ये महोदय महोदय आगच्छन्त्याः इति षष्ठी एकवचनं खलु. बहुवचनं किमर्थम् आगच्छन्ति नाम बहुवचनम्? ओ क्षम्यतां. हा हा मम एव दोषः. धन्यवादः भगिनी. हा हा हा आगच्छन्त्याः सत्यं सत्यं. हा नरेश महोदय धन्यवादः. क्षम्यतां महोदय. सत्यमेव पञ्चमी एकवचनमेव अस्ति. नाम नद्याः आगच्छन्त्याः इति एव अस्ति. सत्यं भगिनि. हा मम दोषः एव आसीत्. अस्तु. हा अतः तत्र शाकविक्रेता आगच्छन्ती अस्ति. तस्याः कर्कटीं क्रीणातु इति एव अस्ति. हा समीचीनम्. अतः तत्र बहुवचने वदतु महोदय तर्हि. बहुवचने शाकविक्रेत्र्यः आगच्छद्भ्यः सन्ति. न न पुनः तत्र वाक्ये केवलं सन्ति इति अस्ति चेत् तत्र शाकविक्रेत्र्यः आगच्छन्ति आगच्छन्तीभ्यः सन्ति. किमर्थं न आगच्छन्त्यः सन्ति. आम् आम् इति एव भवति. समीचीनं. हर्षद भगिनी धन्यवादः. तत्र वाट्सप् मध्ये एकम् आगतमस्ति. तत् बहु समीचीन वार्ता अस्ति. नाम तत्र वेब्सैट् मध्ये अस्माकं वेब्सैट् यदस्ति तद् इदानीं कार्यं करोति इति दत्तमस्ति. नाम तत्र वर्ल्ड् संस्कृत् डाट् नेट् नैस् प्लेस्. अहं प्रतीक्षां कुर्वन्ती आसं महोदय. हा समीचीनमस्ति. तत्र कति दिनानि तत्र तस्य कार्यं दिवालितः अस्तु अस्तु महोदय. अहं वाट्सप् गणे अस्माकं वाट्सप् गणे अहं नीलेश बोडस् महोदयस्य वीडियो प्रेषितवती. शत्रशानच् उपरि धन्यवादः. बहु लाभाय भवति. अस्तु अस्तु भगिनि समीचीनं. हा प्रायश तत्र तद् दृष्ट्वा प्रायश किञ्चित् चर्चयामः अग्रिमे वर्गे तस्मात्. समीचीनं भगिनि धन्यवादः. धन्यवादः. अस्तु तत्र अस्तु अग्रे सरामः तर्हि. तत्र अग्रे तत्र नरेश महोदय तत्र कः न हा तत्र निवेदित भगिनि अग्रे. आम् एषः विद्यालयं गच्छतः बालकस्य स्यूतः अस्ति. तत्र षष्टिविभक्तिः अस्ति. गच्छतः बालकस्य गच्छतां बालकानां. समीचीनं. स्यूताः सन्ति. समीचीनं भगिनि, तथैव अस्ति. हा, बालकः गच्छन् विद्यालयं गच्छन् अस्ति, तस्य स्यूतः अस्ति, बालकाः गच्छन्तः विद्यालयं गच्छन्तः सन्ति, तेषां स्यूताः सन्ति. समीचीनं. हा, तथैव अस्ति. अस्तु, अग्रे शुभदा भगिनि. सङ्गीतशालां गच्छन्तीनां बालिकानां हस्ते वीणाः सन्ति. बालिका सङ्गीतशालां गच्छन् बालिकाः सङ्गीतशालां गच्छन्त्यः सन्ति. सङ्गीतशालां एकवचने वदामः चेत् सङ्गीतशालां गच्छन्त्यः बालिकायाः हस्ते वीणाः सन्ति. वीणाः क्षम्यताम्. समीचीनं भगिनि. हा, तथैव अस्ति. हा, सङ्गीतशालां गच्छन्त्यः बालिकाः सन्ति, तासां हस्ते वीणाः सन्ति. समीचीनं. हा, अस्तु, अग्रे तत्र वंशीसुधा भगिनी तत्र. ओ अस्तु अस्तु, तत्र अग्रे दीर्घवाक्यम् अस्ति. अस्तु, तत्र अस्तु, तत्र उषा भगिनी अग्रे करोतु तर्हि अग्रिम. न्यायालये वदताम् अधिवक्तॄणां युतकानि कृष्णानि वर्तन्ते. न्यायालये वदताम् इत्युक्ते वदन् वदन्तौ वदन्तः अस्ति. अतः न्यायालये वदतः अधिवक्तॄणां युतकानि कृष्णानि वर्तन्ते इति अस्ति महोदय. तदनन्तरं किम् उक्तवती तत्र? अधिवक्तॄणां अधिवक्तॄणाम् अस्ति. अधिवक्तृ कीदृश भवती एव वदतु. प्रातिपदिकं किम् अस्ति? वक्तॄणां वक्तॄणां रामाणां वक्तॄणां रामाणाम् इति भिन्नम् अस्ति. गुरुणां गुरुणामपि भिन्नम् अस्ति. वक्तृ तॄणां तॄणां भवति. तॄणां ऋकारान्तवक्तृ. उत्तमम् उत्तमं. तर्हि तत्र पिता अथवा पितॄणां पितॄणां भ्रातॄणां कर्तॄणाम् अधिवक्तृम. हा, उत्तमं. हा, न्यायालये वदतः अधिवक्तृः युतकानि कृष्णानि वर्तन्ते. वक्तृः किमर्थम्? किमस्ति महोदय? पितृ इति प्रातिपदिकं खलु? आं महोदय. पितृ इति प्रातिपदिकमस्ति चेत् प्रथमा विभक्ति एकवचनं. पिता पितरौ पितरः. अस्तु, इदानीं षष्टि वदतु तर्हि. पितुः अधिवक्तुः इति उक्तव्यम् इति भवति. समीचीनं. न्यायालये वदतः अधिवक्तुः युतकानि कृष्णानि वर्तन्ते इति भवति. समीचीनं. हा, इदानीं तत्र प्रथमाविभक्तिरूपं शत्रन्तरूपं वदतु तत्र अधिवक्तॄणा. वदताम् इति शत्रुरूपमस्ति. वदन् वदन्तौ वदन्तः. अधिवक्तॄणाम् अधिवक्तॄणां वक्तॄणा अधिवक् तत्र वक्ता इति स्वीकरोतु भगिनि. वक्ता वक्तृ इति प्रातिपदिकं. वक्तृ वक्तृ इति प्रातिपदिकं. वक्ता किं भवति? कर्ता कर्तारौ कर्तारः. वक्ता वक्तारौ वक्तारः. अतः वक्तृन् इति भवति वा महोदय? न न न, अहम् उक्तवान् तत्र वक्ता इति अस्ति प्रथमाविभक्त्यां. तर्हि वक्तारः इति बहुवचने भवती उक्तवती, तत्र वक्ता इति वक्तारः भवति चेत् तत्र अधि इति उपसर्ग अस्ति चेत् सुलभतया भवती वक्तुं शक्नोति खलु. तर्हि अधिवक्ता अधि अधिवक्तारौ अधिवक्तारः हा अधिवक्तारः किं कुर्वन्तः सन्ति? किं कुर्वः सन्ति? वदन्तः सन्ति. अधिवक्तारः वदन्तः सन्ति. तेषाम् अधिवक्तारः न्यायालये वदन्तः सन्ति. तेषां युतकानि कृष्णानि वर्तन्ते. समीचीनं. हा तथैव अस्ति भगिनि. हा उत्तमं. हा अस्तु अग्रे शोभा भगिनि. पठत्सु बालकेषु रमेशः चतुरः अस्ति. तर्हि तत्र रमेशः चतुरः अस्ति केषु इत्यस्य विषये. पठत्सु बालकेषु रमेशः चतुरः अस्ति. तत्र किं करणीयं? बहुवचने करणीयं वा महोदय? तत्र अस्तु तत्र न किन्तु तत्र एतत् वदतु तत्र शत्रन्तरूपं वदतु भगिनि प्रथमविभक्तिरूपं. न प्रथमविभक्ति हा बालकेषु अस्तु पठन्तः बालकाः सन्ति. तेषु रमेशः चतुरः अस्ति इति तावदेव समीचीनं. हा बालकाः पठन्तः सन्ति तेषु बालकेषु रमेशः चतुरः अस्ति. समीचीनं. हा अस्तु अग्रे हर्षदा भगिनी अग्रे. चरन्तीषु धेनुषु कपिला अधिकं दुग्धं ददाति. चरन्त्याः धेनोः न अरे बापरे अत्र केवलं तत्र इदानीम् एकवचनं मास्तु भगिनि, यतोहि तत्र एकवचने समीचीनं न भवति. केवलं तत्र प्रथमाविभक्ति शत्रन्तरूपं वाक्यं वदतु. धेनवः चरन्त्यः सन्ति तासां कपिला अधिकं दुग्धं ददाति. तासु कपिला अधिकं दुग्धं ददाति. ददाति इति एव अस्ति तावदेव. समीचीनं. हा अस्तु तत्र अग्रे तत्र वंशीसुधा भगिनी अहं वाक्यं वदामि, तत्र शत्रन्तरूपं कस्यां विभक्त्याम् अस्ति इति भवती वदतु. वंशीसुधा भगिनी अस्ति वा? तत्र शिशुः दुग्धं पाययन्त्यां मातरी स्निष्यति. पाययन्त्यां मातरी स्निष्यति, तत्र पाययन्त्याम् इति शत्रन्तपदमस्ति. तत्र सप्तमी विभक्त्याम् अस्ति. समीचीनं. पाययन्ती पाययन्त्यां मातरी इति सप्तमी विभक्त्याम् अस्ति. समीचीनं. अतः तत्र मातरी इति सप्तमी. इदानीं तत्र प्रथमविभक्त्या माता अस्ति. माता किं कुर्वती अस्ति? पाययन्ति दुग्धं पाययन्ति. दुग्धं पाययन्ति माता दुग्धं पाययन्ति अस्ति. तस्यां शिशुः स्निह्यति. तस्यां शिशुः स्निह्यति. आम् स्निह्यति. स्नेहं स्नेहभावः तस्य अस्ति. समीचीनं समीचीनं भगिनि. हा तथैव अस्ति. अस्तु अस्तु अग्रे अस्माकं जालपुटम् इदानीं कार्यं करोति. हा उत्तमं. पूर्वं परन्तु किं करणीयं तत्र अपि चिन्तनीयम्, एतादृशपरिस्थितिः पुनः न मा भवेत् इति. सत्यं भगिनि, सत्यं सत्यं, एकवारं तु अभवत् परन्तु द्वितीयवारं न मा भवेत् इति अपि सत्यं. तत्र अन्य कोऽपि तत्र तस्य बेकप् कुर्यात् खलु. आम् आं तत् चिन्तनीयं महोदय, कथं करणीयम् इति एकवारं चिन्तनीयं. नो चेत् पुनः भवति चेत् न जाने तत्र डेटा भवति वा न वा. सत्यं सत्यं, हा सत्यं भगिनि, हा सत्यं. अस्तु अग्रे सरामः. तर्हि महोदय, अहं तु पाणिनीयव्याकरणस्य कृते स्वाध्याय कुर्वन्ती अस्मि जनवरी 2022 बेच् मध्ये, परन्तु अहं कक्षायां न गच्छामि, स्वाध्यायं करोमि. दिवालीतः तु किमपि कर्तुं न शक्नोति एव. हा, यतोहि तत्र प्रायशः ध्वनिमुद्रणमस्ति, किन्तु यदि तत्र लिङ्क्. परन्तु महोदय, मम समीपे PDF न आसन् न. ओ अस्तु भगिनि, अस्तु अस्तु अस्तु अस्तु. इदानीम् अहं पुनरेकवारं प्रारम्भं करोमि, डौन्लोड् कृत्वा. हा हा सत्यं भगिनि, यत् यत् किमपि लभ्यते जाल तत्र जालपुटे वयं तत्र प्राप्तुं शक्नुमः इति कृत्वा तत्र अस्माकं सङ्गणके न भवेत् इति नास्ति. अहम् इदानीं तु अहं डौन्लोड् कृत्वा रक्षयामि. सत्यं भगिनि, हा एतदेव करणीयं, नो चेत् अद्य लभ्यते इति कृत्वा तत्र सर्वदा लभ्यते इति नास्ति. हा इति, हा इति अस्ति. अस्तु अग्रे सरामः. तर्हि तत्र हा शोभा भगिनी अग्रे तत्र नूतन अभ्यासः. आम् महोदय, उचितानि शत्रुप्रत्ययान्तरूपाणि उपयुज्य अधोलिखितानि वाक्यानि परिवर्तयत. उदाहरणं, युधिष्ठिरः मातरं नमति युद्धाय गच्छति. युधिष्ठिरः मातरं नमन् युद्धाय गच्छति इति प्रथमः अभ्यासः. अर्जुनः गीतां शृणोति जागरितः भवति. अर्जुनः गीतां शृण्वन् जागरितः भवति. हा, अर्जुनः गीतां शृण्वन् जागरितः भवति. समीचीनं, हा तथैव अस्ति, समीचीनं. हा अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे. महिलाः वार्तालापं कुर्वन्ति मन्दिरं गच्छन्ति. महिलाः वार्तालापं कुर्वन्त्यः तत्र कुर्वन्त्यः कुर्वत्यः खलु तत्र कुर्वती इति. आम् आम्, कुर्वत्यः कुर्वत्यः मन्दिरं गच्छन्ति. महिलाः वार्तालापं कुर्वत्यः मन्दिरं गच्छति गच्छन्ति. तथैव अस्ति, समीचीनं. अस्तु अग्रे नरेश महोदय. धेनवः चरन्ति, गोपालः धेनुभ्यः जलं ददाति. गोपालः चरन्तीभ्यः धेनुभ्यः. तत्र किमर्थं चरन्तीभ्यः चरन्ती अस्ति, चतुर्थी विभक्ति, बहुवचनं चरन्तीभ्यः. किमर्थं तत्र एकवारं वदतु, प्रथम तत्र प्रथमाविभक्तिरूपाणि एकवारं वदतु. चरन्ति, चरन्त्यौ, चरन्त्यः. ओ समीचीनं, हा स्त्रीलिङ्गरूपम् अस्ति, समीचीनं. हा समीचीनं महोदय, हा हा नदीभ्यः. गोपालः चरन्तीभ्यः धेनुभ्यः जलं ददाति. समीचीनं महोदय, तत्र स्त्रीलिङ्गम् इति विस्मृतवान् अहं, तावदेव. अस्तु, हा समीचीनं, हा अस्तु अग्रे तत्र निवेदिता भगिनी अग्रे. मालती उद्यानं गच्छति, मालत्यै पुष्पं रोचते. उद्यानं गच्छत्यै मालत्यै पुष्पं रोचते, समीचीनम् अस्ति वा? तत्र गच्छन्ति इति अस्ति खलु भगिनि स्त्रीलिङ्गे, सोरि, गच्छन्त्यै, गच्छन्त्यै मालत्यै, समीचीनम्, गच्छन् उद्यानं गच्छन्त्यै चतुर्थी विभक्तिः अस्ति, रोचता तु चतुर्थी, समीचीनम् अस्ति, समीचीनमेव अस्ति भगिनि. उद्यानम् इति आरभ्य वदतु, उद्यानं गच्छन्त्यै, उद्यानं गच्छन्त्यै मालत्यै पुष्पं रोचते इति अस्ति, तथैव समीचीनं भगिनि, तथैव अस्ति. अस्तु अग्रे वंशीसुधा भगिनी, तत्र सैनिकाः धावन्ति, भीष्मः सैनिकान् मारयति. सैनिकाः धावन्ति, भीष्मः सैनिकान् मारयति, मारयति, तत्र किं कर्तव्यं महोदय, तत् करणीयम्? एकमेव वाक्यं, तत्र सैनिकाः धावन्ति, भीष्मः सैनिकान् मारयति. ओके, सैनिकाः न, तत्र समानवाक्यं, धावन्तः धावन्तः सैनिकाः, सैनिकान् सैनिकाः धावन्तः सन्ति, किन्तु द्वितीयविभक्तिरूपं किम् अस्ति? द्वितीय सैनिकान् इति भवति, धावन्तः इति, धावतः न, धावतः, समीचीनं, धावतः सैनिकान् भीष्मः मारयति इति एव अस्ति, समीचीनं भगिनि, भीष्मः धावतः सैनिकान् मारयति इति अस्ति, समीचीनं महोदय. पूर्वस्मिन् वाक्ये छात्रायै, छात्राय भवति न, छात्रायै भवति वा? तत्र पूर्वं भवती उक्तवती न, तत्र किं वाक्यमस्ति तत् एकवारं पुनः वदतु. तत्र भव सर्वनामशब्दः नास्ति न, तस्मै इति नास्ति न, तत्र रामाय भवता इति अस्ति न, तत्र छात्र मालत्यै, मालत्यै अस्ति, मालत्यै किमर्थं? चतुर्थी विभक्ति, मालति, मालति, मालत्यै अस्ति, मालत्यै, छात्रः तु छात्राय भवति वा, छात्राय भवति, कुत्र कुत्र छात्र तु तत्र नास्ति, गच्छन्त्यै, मालत्यै, किन्तु अन्यत्र कुत्रापि छात्र, छात्राभ्यः इति अस्तु, लिखन्तीभ्यः छात्राभ्यः इति आसीत्. तत्र किं प्रश्नः भगिनि? छात्रायै कथं भवति, छात्राय, छात्राभिः भवति, छात्रैः न, क्षम्यता महोदय, अहं पुनः एकवारं श्रुत्वा वदामि. अस्तु अस्तु अस्तु अस्तु, समीचीनं भगिनि, अस्तु अस्तु. उषा भगिनी अग्रे. स्यन्दनं तिष्ठति, सारथिः स्यन्दनात्, स्यन्दनात् अस्ति वा नाद् अस्ति वा महोदय तत्र? स्यन्दनात्, किन्तु तत्र अन्ते तत्र अस्ति चेत् तत्र तकारस्य दकारः अस्ति महोदय, अतः तत् भवति भगिनि, तत्र सन्धिकार्यम् इति, स्यन्दनात् इति एव वदतु, चिन्ता मास्तु. सारथिः स्यन्दनात् अवतरति, तिष्ठति, तिष्ठतः, तिष्ठतः स्यन्दनात् सारथिः अवतरति, तिष्ठतः स्यन्दनात् सारथिः अवतरति, समीचीनं. अस्तु अग्रे शोभा भगिनि. भीमः गजम् आरोहति, भीमस्य साहसं पश्यतु. तत्र भीमः गजम् आरोहति, तत्र गजम् आरोहति, रोहति, रोहन् रोहन्तौ रोहन्तः रोहतः इति भवति. तत्र गजम् आरोहत, न न, आरोहन् आरोहन्तं, गजम् आरोहन्तं भीमः अस्ति, भीमः गजम् आरोहन्तम् अस्ति इति वक्तुं शक्नुमः वा? न न, प्रथमा एव तत्र, भीमः गजम् किन्तु तत्र आरोहति, रोहत्, रोहन् आरोहन् अस्ति इति एव अस्ति, आरोहन् इति भीमः इति पदस्य विशेषणं, न तु गजम् इति पदस्य, खलु? सत्यं, तत्र रुह् धातुः रोहणेव भवति वा तत्र महोदय आरोह मम मनसि अपि प्रश्नः अस्ति भगिनि तत्र आरोहन् वा आरोहन् वा इति रूढ रूढ इति आरूढवान् इति तु भवति रुढन् किं भवति तत्र आरोहन् इति चिन्तयामः अग्रे पश्यामः तत्र किं भवति इति भीमस्य साहाय्यं साहसं पश्यतु तादृश गजम् आरोहन्तम् इति वदामि महोदय तत्र आरोहन् इति एव स्वीकुर्मः भगिनि आरोहन् इति आरोहन् भीमः गजम् आरोहन् भीमः अस्ति अस्ति इदानीं षष्टि तर्हि तत्र रोहतः इति भवति समीचीनम् आरोहतः भीमस्य साहाय्यं पश्यतु साहसं पश्यतु इति भवति समीचीनम् अस्तु अग्रे हर्षदा भगिनी अग्रे आम् महिलाः शाटिकां क्रीणन्ति महिलानां समीपे धनं वर्तते शाटिकां क्रीणतीनां महिलानां समीपे धनं वर्तते हा क्रीणतीनां हा समीचीनम् शाटिकां क्रीणतीनां महिलानां समीपे धनं वर्तते वर्तते इति अस्ति समीचीनं हा अस्तु अग्रे नरेश महोदय सागरे नौकाः तरन्ति रक्तनौका शोभते सागरे नौकाः तरन्ति रक्तनौका शोभते नौका तत्र तु कर्मपदमस्ति द्वितीयविभक्ति सागरे द्वितीयविभक्ति नास्ति महोदय प्रथम शोभते तत्र अन्य कोऽपि जानाति वा तत्र विभक्ति का भवति अत्र तत्र समूहः अस्ति नौकाः इति सप्तमी विभक्ति अस्ति वा समीचीनम् अस्तु तत्र बालकेषु रमेशः चतुरः इति आसीत् खलु महोदय तत्र यदि समूहे एकस्य विषये वदामः तत्र सप्तमी भवति रक्तनौकाः शोभते सागरे रक्तनौका शोभते रक्तनौका शोभते किमस्ति सप्तमी तरन्तीषु महोदय षष्ठी बहुवचनमपि चलति न हा किन्तु साधारणतया सप्तमी इति अस्ति भगिनि यथा तत्र सागरे तरन्तीषु नौकासु रक्तनौका शोभते रक्तनौका शोभते इति अस्ति समीचीनं सप्तमी उत्तमम् अस्ति षष्ठी बहुवचनमपि प्रायशः भवति अस्तु तत्र निवेदिता भगिनी भवती अपि एकं तत्र करोतु तदनन्तरं तत्र केवलं वाक्यद्वयम् अस्ति अतः सज्जनाः सत्यं वदन्ति नारायणः सज्जनेषु अन्यतमः अस्ति अत्रापि सप्तविभक्ति अस्ति सत्यं सत्यम् एकवचनमस्ति सत्यमिति सत्यमिति कर्मपदमस्ति सत्यं वदन्ति सत्यं वदन्तिषु सज्जनेषु किन्तु तत्र वदन् स्त्रीलिङ्गे वदन्तिषु इति भवति किन्तु तत्र सत्यं अपि उत्तमं सत्यं नारायणः सत्यं वदत्सु सज्जनेषु नारायणः एकमस्ति अन्यतमः अस्ति समीचीनम् अन्यतमः नाम समूहे सः एकः अस्ति इति समीचीनं सदस्यः अस्ति इति कृत्वा समीचीनं हा तथैव अस्ति. अस्तु अन्तिमं तत्र वंशीसुधा भगिनी, शिवः नृत्यति, शिवः डमरुं वादयति. शिवः नृत्यति, शिवः डमरुः वादयति, शिवः नृत्यं करोति वा महोदय? शिवः नृत्यति, शिवः डमरुं वादयति. अस्तु वादयति, वादयन् न न वादयन् इति न, तत्र नृत्यति इति तस्य शत्रन्त्रूपं स्वीकरोतु. नृत्यन् शिवः शिवः वादयति डमरुं डमरुं भवति न महोदय, द्वितीयविभक्ति भवति न, डमरुं वादयति तत्र डमरुं. हा डमरुम् इति चिन्तयामि भगिनि, अस्तु डमरुम् इति चिन्तयामः. अस्तु डमरुं वादयति, नृत्यन् शिवः डमरुं वादयति इति भवति, तथैव अस्ति. अस्तु समीचीनं. अस्तु तर्हि तत्र अन्ते तत्र शोभा भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि? उत्तमम् अस्ति महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओं. नमस्ते महोदय.